नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। कर्मणि भावे लुङ् इति पाठः अनुवर्तते। तत्र वयं गतसप्ताहे अधुपदमकारान्तदातवः इति दृष्टवन्तः। एकाच् उपदेशे अनुधातात् इति सूत्रम् आसीत्। यः धातुः अनुदातः अस्ति सः अनित् इति। अतः तत्र वयं जानीमः यत्र धातुः अनुदातः अस्ति चेत् अनिट् इत्यनेन एकात् अनुदातः अनिटः उदात्तः स्वरितः च सेटः इति। एकात् अनुदातः अनिटः उदात्तः स्वरितः च सेट् इति। अनन्तरं तत्र वयम् एकं सूत्रं दृष्टवन्तः किल अनाचमी न उदात्त उपदेशस्य मान्तस्य अनाचमेः इति सूत्रमासीत्। उपदेश अवस्थायाम् उदात्तमकारान्तधातोः उपधायाः वृद्धिः न भवति चिणि ङित् णित् कृत् प्रत्यये पदे च आपूर्वक चम् धातुं वर्जयित्वा। अतः एव उदात्त अनुदात्तविषये आगतं, पूर्वम् उक्तम्। इदानीं किं भवति, उदात्त उपदेशस्य मान्तस्य अङ्गस्य उपधायाः वृद्धिः न भवति ङिति णिति चिन् कृतोः, चिन् एव अस्माकं विवक्षा, अनाचमेः, परन्तु आपूर्वकचं धातु वर्जयित्वा इति। तत्र एकं वार्तिकमपि योजितम्, अनाचमी कमी वमी नाम इति वक्तव्यं। तत्र अनाचमी कमी केवलम् अनाचमी इत्येव उक्तं, परन्तु तत्र वं कम् इत्यपि योजनीयं। तत्रापि इति सूत्रे अनाचमीकमीवमीनाम् इति वक्तव्यम् आसीत्, न तु केवलम् अनाचमेः। अनेन किं भवति इत्युक्ते आचं कं वम् इति त्रीन् धातून् वर्जयित्वा उदात्तमकारान्तधातूनाम् उपधायाः वृद्धिनिषेधः चिणि नित् णित् कृत् प्रत्यये परे। अतः तत्र उदात्तमकारान्तधातूनाम् उपधायाः वृद्धिनिषेधः भवति। तत्र वयं गम् धातुः रूपं साधितवन्तः, आचं साधितवन्तः। अवशिष्ट सर्वे मकारान्तदातवः इति आरभ्य अद्य करणीयम्। अवशिष्ट सर्वे मकारान्तदातवः सेटः, यथा शं धं तं, तत्र शं धातुः रूपं साधयामः। अग्रे इतोपि एकवारं शम् आगच्छति, तद् णिच् योजयित्वा इदानीं केवलं शं धातुः साधयामः। अनन्तरं तत्र परिशीलयामः यत्र चिन् णिच् योजयामः चेत् तत्र रूपपरिवर्तनं कथं भवति इति। महोदय, भवान् एव आरम्भं करोति वा? श्रूयते किल? आं भगिनि, श्रूयते वा? श्रूयते, क्षम्यताम्, इदानीं श्रूयते। अहं चिन्तितवती मम ध्वनिः भगिनि। किं शास्त्रम् एकाच् उपदेशे अनुदातात्? एकाच् उपदेशे अनुदातात् इति पठितवयम्, आं पठामः न महोदय एकवारं। धन्यवादः। अधुपदमकारान्तदातवः एकाच् उपदेशे अनुदात्तात् इति सूत्रेण यः धातुः अनुदात्तः अस्ति सः अनिट्। निष्कर्षः एवं यत् एकाच धातुषु अनुदात्ताः अनिटः उदात्ताः स्वरिताः च सेटः इति अस्ति। वयं जानीमः तत्र न ईट् इति, एकाच उपदेशः अनुदात्तात् इति ईट् न भवति। स्वरः इत्संज्ञकः चेत् तर्हि तस्य अनुदात्त उदात्त स्वरितः इत्यपि वर्गैः पदव्यवस्था ज्ञायते। स्वरः इत्संज्ञकः नास्ति चेत् तर्हि तस्य अनुदात्त उदात्त स्वरितेभिः वर्गैः निर्व्यवस्था ज्ञायते। अस्तु, इत्संज्ञकः अस्ति चेत् तत्र पदव्यवस्था अस्ति, इत्संज्ञकः नास्ति चेत् तत्र स्वराणां तत्र ईड्व्यवस्था ज्ञायते। अनुदात्त उदात्त स्वरितः अस्ति चेत् तत्र अनुदात्तात् अस्ति चेत् इडागमः न भवति इति। तर्हि तादृशः भवति। अग्रे धातुषु अचः अगस्तात् या रेखा दृश्यते यत् अ इति सा रेखा अचः अनुदात्तत्वं सूचयति आच उपवेशने इत्यस्मिन् धातौ सकारोत्तरवर्ती यः अकारः अस्ति सः अकारः अनुदात्तः इति अधः अधस्थं चिह्नं सूचयति धातुषु अचः उपरिष्टात् या रेखा दृश्यते यथा अ इति तत्तया अचः स्वरितत्वं सूच्यते यथा डुपचष् पाके इत्यस्मिन् धातौ चकारोत्तरवर्ती यः अकारः अस्ति सः अकारः स्वरितः इति उपरिस्थं चिह्नं सूचयति उपरि चिह्नम् अस्ति चेत् स्वरः स्वरितः अधः चिह्नम् अस्ति चेत् अनुदात्तः उपरि अपि नास्ति अधः अपि नास्ति चेत् तर्हि स्वरः उदात्तः यथा वस इति धातौ वकारोत्तरवर्ती यः अकारः अस्ति तस्य अधः चिह्नम् अस्ति अतः स अकारः अनुदात्तः परन्तु शिश इत्यस्मिन् धातौ षकारोत्तरवर्ती यः इकारः अस्ति तस्य उपरि अपि अधः अपि चिह्नं नास्ति अतः स इकारः उदात्तः इति स्पष्टं वयं जानीमः तत्र उपरि अस्ति चेत् अनुदात्तः अधः उपरि अस्ति स्वरितः अधः अस्ति चेत् अनुदात्तः चिह्नं नास्ति चेत् तत्र उदात्तः इति जानीमः कथं ज्ञातव्यम् इति अग्रे पठामि वा अग्रे आं महोदय स्पष्टमस्ति किल उषा भगिनी आं भगिनि आं महोदय अग्रे अस्तु इदानीम् एकं सूत्रमस्ति नोदात्तोपदेशस्य मांसस्य अनाचनेः इति उपदेशावस्थायाम् उदात्तमकारान्तधातोः उपदेशावस्थायाम् उदात्तमकारान्तधातोः उपधायाः वृद्धिः न भवति चिणि णित् णित् कृत् प्रत्यये परे च आपूर्वकः चं धातुं वर्जयित्वा इति अस्ति उदात्त उपदेशः यस्य सः उदात्त उपदेशः बहुव्रीहिः मोऽन्ते यस्य सः मकारः मह अन्ते यस्य सः मान्तः बहुव्रीहिः तस्य मान्तस्य न आचमीः अनाचमीः तस्य अनाचमेः न अव्ययम् उदात्तोपदेशस्य षट्यन्तं मान्तस्य षट्यन्तम् अनाचमेः षट्यन्तम् अनेकविधं सूत्रमस्ति मृजेर्वृद्धि इत्यस्मात् वृद्धि इत्यस्य अनुवृत्तिः उपादायः इति अत उपादाय इत्यस्य इत्यस्मात् सूत्रात् अनुवृत्तिः निति इत्यस्य अचोणिति इत्यस्मात् अनुवृत्तिः चिन्कृतोः इत्यस्य अनुवृत्तिः आतो चिन्कृतोः इत्यस्मात् सूत्रात् अङ्गस्य अधिकारः अनुच्छेद सूत्रमस्ति उदात्त उपदेशस्य मान्तस्य अङ्गस्य उपादायाः वृद्धिः न नित् नित् चिन्कृतौ अनाचमेः तर्हि उदात्त उपदेशमकारान्तस्य अङ्गस्य उपदावृद्धिः न भवति निति नित् चिन् कृत् अनाचमेः तत्र नित् नित् प्रत्ययपरे सामान्यतः चिन् तत्र वृद्धिः भवति मान्तस्य तत्र वृद्धिः भवति तद् न भवति अत उपादायः इत्यनेन तत्र आत्मं विधीयते तत् न भवति अनाचमे तत्र चं दातुं वर्जयित्वा अपि च एकं वार्तिकमस्ति इदानीं वयं दृष्टवन्तः अनाचमी कमिवमीनाम् इति वक्तव्यम् इति केवलं चं नास्ति कम् अपि च वम् इति त्रीन् धातून् वर्जयित्वा अन्ये मान्त उदात्तमकारान्तधातूनाम् उपादायः वृद्धिनिषेधः चिणि नित् नित् कृत् प्रत्यये परे इदानीम् अस्माकम् अस्ति तत्र यथा नित्वत् भवति चेत् तत्र चिणि चिन्वत् वा चिण् नित् नित् प्रत्यये परे न भवति इति अस्ति चत्वारः अनुदात् अग्रे पठामि वा भगिनि आं तत्र वार्तिकमपि पठतु महोदय अनन्तरं तत्र शं धातोः रूपं साधयामः वार्तिकम् अनाचरिकमीनाम् इति उक्तवान् अस्तु चत्वारः अनुदात्तः मकारान् तथा सन्ति गम रम नम यम् अनुदात्तात् अस्तु अनुदात्तात्वात् के अनिटः गम रम नम यम् अनुदात्तत्वाच्च तेषां न उदात्तोपदेशस्य मान्तस्य नाचने इति सूत्रेण उपदा वृद्धिनिषेधः न भवति. किमर्थमिति चेत् तत्र उदात्त उपदेशः नास्ति, अनुदात्ताः, अतः तत्र अनिटः अपि अनुदात्तात् एकाच अनुदात्तः, तत् अनिट् इत्यस्य एकाद उपदेश अनुदात्तात् इत्यनेन तत्र इड इड् निषेधः अस्ति. अतः तत्र गम् रम् नम् यम् इति अनिट् धातूनां तत्र गुणवृद्धिनिषेधः न भवति, न भवति. तदा अनाचमि कमिवमीनाम् इति वक्तव्यम् इति वार्तिकेन आचं कं वम् इति त्रयः धातवः यद्यपि शटः स्टेटः तथापि तेषाम् उपादावृद्धिनिषेधः न भवति. अवशिष्टाः सर्वेषाम् अकारान्ताः स्टेटदातवः ये तेषाम् उपादावृद्धिनिषेधः भवति. तर्हि इदानीं गं रं नं यं गं धातोः रूपाणि परिचयमेव दृष्टवन्तः. आचम् आचं गं वम् एतानि तेषां रूपाणि अस्ति. अवशिष्टाः मकारान्तदातवः सेटः यथा षं दं तम् अत्र षम् इति अस्ति, तत्र इदानीं तस्य षं धातोः रूपं वक्तव्यमस्ति. सेट् अस्ति खलु, एकनिमिष सेट् अस्ति. तर्हि सेट् अस्ति षं दातु इष्ट इषाताम् इषत इष्टाः इषाताम् ईद्वम् इषि इष्वै इष्मि. अस्तु षम् एकनिमिषं भगिनि तत्र इदानीं सद इति भवति षं षम् अस्तु तत्र अशम् खलु अशं योग लुङ्लकारे अशं योग इ इति अस्ति. तत्र एकनिमिष तत्र इदानीं पुनः पठामि. मान्तस्य नाचमेः नित् नित्वते उपदावृद्धिः न भवति, उपदावृद्धिः न भवति इति अस्ति. अतः न भवति, अन्यथा भवितुमर्हति परन्तु वृद्धिः न भवति. अशम् अशामि इति भवेत् परन्तु अशमी इति भवति खलु, तदशमी एव सत्यं. तत्र उपदावृद्धिः न भवति किल, उपदेश अवस्थायाम् उदात्तम् अकारान्तधातोः उपदायाः वृद्धिः न भवति. निमित्तं किम् आसीत्? चिणि चिणि किल, चिणि एव अस्माकं प्रत्ययः, सः न भवति एव. तत्र किमपि निषेधवचने सूत्रस्य प्रसक्तिः अन्यत्र नास्ति खलु. तत्र एक एव खलु चिण् चिण् इति नित् नित् प्रत्ययः अस्ति, एक एव अस्ति, अन्य अन्ये नास्ति. तत्र अपि निद्वद्भावः अपि न भवति प्रत्ययाः. आम् सत्यं, निद्वद्भावः चिन्वद्भावः नास्ति, अतः तत्र आम् तदपि आरोपितं नास्ति. सत्यम्, आम् महोदय, सत्यम्. आम् तर्हि अशम् अशम् अशम् इष् ये सकार अशम् इषाताम् इति तत्र अशमिषाताम् अशमिषाताम् एव वर्णमेलनमस्ति अशमिषत. सत्यम्. अशमिष्टाः अत्रापि किमपि कार्यं नास्ति. अशमिष्टाः एकवारं तत्र स्वादङ्गादपि नास्ति. अशमिष्टाः अशमिषाताम् अश अस्तु अशमिध्वम् अशमिध्वम् एकनिमिष अशम् अशमिध्वम् इति अस्ति. तत्र विभाषेटः न भवति, विभाषेटः न भवति, अशमिध्वम् एव तत्र अशमिध्वमेव. किमर्थं तत्र सूत्रमस्ति एकनिमिष, सूत्रं पठामि. इणः परः इट् इणः इणः परः इट् तत्र दीर्घसूत्रमस्ति पश्य एकनिमिष. इणः ओङ्गात् इति एकं अस्तु. इणः शीर्घं लङ्लितां धोङ्ग दोङ्गात् इति इणः परः अस्तु. इट् मूर्धन्या भवति अतः एकनिमिषं भगिनि. अशमिड्व अशमिड्वम् अशमिषि अङ्गं महोदय, तत्र अशम् इति अङ्गं, तत्र इण् अस्ति वा इति द्रष्टव्यम्. इणः परः इट् इट् तु अस्ति, इकारः अस्ति. आमां मकारः इण् अस्ति वा इति द्रष्टव्यम्. ओ अस्तु अस्तु, क्षम्यतां, मकारः इण् अस्ति खलु, मकारः इण् अस्ति लन् पर्यन्तम्. एकवारं लन् नास्ति, मकारः नास्ति, हयवरट् लन् नास्ति, अशमिध्वम् न्यमगणनम् अनन्तरमेव आगच्छति किल. आमाम् आमाम् अशमिध्वम् एव. अतः एकमेव रूपम् एकमेव अशमिध्वम् अशमिषि अशमिष्वहि अशमिष्महि इति रूपाणि. समीचीनम्. केवलं तत्र चिन् परके तत्र चिन् परे तत्र वृद्धिः वृद्धिनिषेधः भवति. अतौपदायाः इति सामान्यतया भवेत् परन्तु निषेधः भवति तावदेव. समीचीनं वा तत्र? आमां सत्यम् अत्र किमपि नास्ति. आं कृतवान् तदा अनुदात्त उपदेश इत्यस्य कार्यमस्ति वा इति तत्र नास्ति. महत् भगिनी पुनरेकवारं प्रक्रिया वदामि वा अम्बिन् महोदयेन अर् वदतु भगिनि. न न भगिनि तत्र इतोपि दम् इति धातुः स्वीकरोतु. शम् दृष्टवन्तः दम् अथवा तं करोतु समानप्रक्रिया एव किल. नो नो भगिनि ऐ कुडेण्ट् सो ऐ कुडेण्ट् फालो भगिनि. न न पुनरेकवारं भवती वदतु. वयं सर्वं सर्वे सहायं कुर्वन्तु. ओके भगिनि प्रत्ययः प्रथमः प्रत्ययः ई इषाताम् इषत इति नास्ति वा? तदेव ओके दम् इति स्वीकरोतु. अधम् योगः चिन् प्रत्ययः दम् योगः चिन् इति कृते प्रथमं प्रत्ययः ई चिन्वद्भावः प्रथमपुरुष एकवचनम् ई इषाताम् इषत इष्टाः इषाथाम् इद्वम् इषि इष्वहि इष्महि इति. ओके देन् दम् योगः प्रथमं प्रथमपुरुष एकवचनम् ई चिन्वद्भावः चिन्वद्भावः अस्ति चेत् चिन्वद् एव तत्र चिन्वद्भावः इति किमपि नास्ति. इत्यनेन अवगतं किल तत्र अजन्तधातुः नास्ति जनग्रह दृश्य धातुः नास्ति अतः तत्र चिन्वद्भावः अभावः इति किमपि नास्ति. पेट् वा अनिट् तावदेव पेट् वा अनिट् वा इति द्रष्टव्यं. सेट् धातुः अतः आर्धधातुकस्य इड्वलादेः इत्यनेन इडागमः भवति तावदेव. अत्र प्रथमपुरुषे एकवचने सर्वदा चिण् एव साक्षात् चिन् तत्र चिन् बद् इति इत्युक्ते चिन् इव इति भवति किल अर्थः. इव नास्ति चिन् एव चिन् भाव चिन् नाट् भाव चिन् एव चिन् अस्तु भगिनि. यतोहि अस्य सिच् युक्ता शिशु अजन्तधातु नास्ति हन्ग्रहदृश् नास्ति सो ओके सेट् इत्यनेन ओके सेट् इत्यनेन ई प्रथमपुरुष एकवचनं चिन् अस्ति चिन् अस्ति. अत्र दम् इति धातुः न उदात्त उपदेशस्य मान्तस्य अनाचमेः इत्यनेन वृद्धि नास्ति वृद्धि नास्ति सो दम् इति दमि एव भवति अदम् अदम् इति अदमि इति एव भवति. सामान्यतया वृद्धिः भवति वा? सामान्यतया वृद्धिः भवति अत उपदायाः इत्यनेन उपदा अकारः अस्ति अत्र न विशेषसूत्रेण न उदात्त उपदेशस्य मान्तस्य अनाचमेः इत्यनेन वृद्धिः नास्ति. ओके चिन् कृतोः अनाचमेः वृद्धिः न निति निति परे ओके तावदेव. देन् इषाताम् इति कृते देन् इषाताम् इति चिन्वत् बा चिन् चिन् अस्ति इति वा चिन् नास्ति इति वा किमपि नास्ति. किमर्थं चिन् नास्ति इति वदतु वा? आ, अत्र चिण् नास्ति खलु अस्य कृते नास्ति. ओ चिणो लुक् इत्यनेन चिणो लुक् इत्यनेन तकारः प्रथमपुरुष एकवचनमेव. देन् भावः अपि वयं न आरोपितवन्तः. समीचीनं वा? तत्र चिन् एव नास्ति. परन्तु अहं स्मरामि एकस्थले आल् द प्रत्ययास् गाट् द चिण्वद् भावः फर् अजन्तदातु. ओके अजन्तः न दम् इति दम् इति अजन्तः नास्ति. मकारान्तदातु स न उदात्त उपदेशस्य मान्तस्य अनाचमेः इत्यनेन वृद्धिः न इति भवति. अत्र नास्ति खलु अत्र अत्र नास्ति. दट् इस् ओन्लि फर् भगिनि अनु उदात्त उपदेशस्य मान्तस्य अङ्गस्य उपादायाः वृद्धिः न इति निति चिन्कृतोः अनाचमेः. इदानीं तस्य प्रसक्तिः द्विवचने अस्ति वा? द्विवचने इशाताम् सो दम् दमिशाताम् एव. अत उपादायः इत्यस्य प्रसक्तिः अस्ति वा इशाताम् इत्यत्र? चिण् न आरोपितं खलु? चिण् न आरोपितं सत्यं. सामान्यतया दम् इति कृते नास्ति भगिनि उपादायः. अतः वृद्धिः नितिनिति प्रत्यये परे नितिनिति अतः वृद्धिः न भवति नास्ति. ईशातां तत्र तत्र अस्माकं किं गुणसूत्र गुणप्रसङ्गः अपि नास्ति. अन्ते अपि नास्ति अतः केवलं वर्णमेलति. सो अदमिषाताम् अदमिषत देन् अदमिष्ठाः अदमिष्ठाः अत्र सकारः ह्रस्वातङ्गात् सकारलोपः भवति वा? सारि भगिनि अदमि अदमिष्ठाः अदम् ह्रस्वः नास्ति. अस्तु भगिनि ह्रस्वातङ्गात् इत्यनेन सकारलोपः नास्ति अदमिष्ठाः एव भवति. देन् अदमिषाथाम् अदमिड्वं डकारस्य स्थाने डकार मूर्धन्य आदेशः भवति. सूत्रं किं भगिनि? तत्र सूत्रद्वयम् आसीत्. कस्य प्रसक्तिः इति षीद्वं लुङ्लिटां दो अङ्कात् इणः षीद्वम् इणः ईडागमः भवति. इणः षीद्वं लुङ्लिटां दो अङ्कात् and then isam it inaha iti aham vibhashetah vibhashetah iti agrimam anantaram inaha parah it iti vadati satra vibhashetah atra kasya prasaktihi iti drashtavyam adham yogah idvam iti stitihi satra vibhashetah va inaha parah inaha parah इड् आगमः अस्ति. सो इणः परः अस्ति इत्यनेन विभाषाटे इत्यनेन इड्वम् अदमिड्वम् इति भवति. अशं योगः इड्वम् इति स्थितिः. अकारः इण् वर्णः वा इण् प्रत्याहारे अस्ति वा? मकारः इण् प्रत्याहारे मकारः पर णकारः परणकारः खलु परणकारः यरलव न्यमङ्गणनं अस्माकं तु हयवरट् लण् न्यमगणनम् ओके ओके अस्तु भगिनि. अतः तत्र भवति वा न भवति वा विभाषेटः इणः परः यः इट् एव तत्र मूर्धन्य आदेशः किल. इदानीम् इण् नास्ति सो इणः परः विभाषे अग्रिमं पूर्वतनसूत्रम् इणः शीद्वं लुङ्लिटां दो अङ्गात् इणः परः तत्र इण् उत्तरस्य इणन्त अङ्ग उत्तरस्य लुङ् तावदेव किल. 78-79 अग्रिमसूत्रमेव विभाषे सङ्ख्याकार्य 88-89 क्षम्यतां 78-79 सारी भगिनि ऐ डिड् नाट् रीड् एनिथिङ्ग् या अस्तु भगिनि. इणः शीद्वं लुङ्लिटां धो अङ्गात् विभाषेतः ओके इणः इट् सो इणः शीद्वम् इत्यनेन सत्यम् ओके सो मूर्धन्य आदेशः भवति इड् अदमिड्वम् इति भवति देन् अदमिषि अदमिष्वहि अदमिष्महि तावदेव केवलम् एकस्मिन् स्थले कार्यं प्रथमपुरुषे एकवचने तदपि वृद्धिनिषेधः एव भवति. कार्यम् इत्युक्ते निषेधकार्यं वृद्धि नास्ति तदेव भवति. तद् केवलं तत्र तृतीयबिन्दुः अवशिष्ट सर्वे मकारान्तदातवः सेटः शं दं तं तत्र एव तस्य अस्य सूत्रस्य प्रसक्तिः. यदा वयं गम् रं नं यम् अथवा आचमि तत्र वाचमि इति उक्तं सूत्रे एव अनाचमि इति अतः तत्र सर्वत्र अस्य कार्यं न भवति. सामान्यतया अथ उपधायाः इति यत् यत्किमपि तस्य प्रसक्तिः अस्ति चेत् तदेव भवति. अस्तु भगिनि धन्यवादः भगिनि. धन्यवादः. अरुणा भगिनी जन् वध वद् धातु तत्र वद् धातु इति भिन्नधातुः यद्वयं पूर्वं हन् धातोः आदेशः कृतवन्तः तद् नास्ति. पठतु भगिनि वद एतत्तु वद्धि इति अस्ति. श्रूयते वा भगिनि? आं श्रूयते पठतु. जन् वद् धातु जन् जनि वद्योः च जन् धातोः वद् धातोः च उपधा वृद्धिः न भवति चिनि परे कृत्संज्ञके निति निति च परे. केवलम् अनुवृत्तसूत्र पठामि भगिनि. जनिश्च वधिश्च तयोः इतरेतरद्वन्द्वः जनिवधि तयोः जनिवध्योः जनिवध्योः षष्ट्यन्तं च अव्ययं पदं द्युपदमिदं सूत्रम् अतोपदायाः इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः मृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः नोदात्तोपदेशेषस्य उपदेशस्य मान्तस्य अनाचने इत्यस्मात् न एतस्य अनुवृत्तिः अतोयुक् चिन्कृतौ इत्यस्मात् चिन्कृतौ इत्यस्य अनुवृत्तिः अचोनिति इत्यस्मात् निनिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जनिवद्योः अङ्गस्य उपधायाः वृद्धिः न चिन्कृतौ निनति. सूत्रं वदति जन् वद्धातोः उपधा वृद्धिः न भवति. निमित्तमस्ति अङ्गस्य उपधा वृद्धिः न भवति निमित्तमस्ति चिन्कृतौ आर् निजनिति पदे. जनि स्पष्टमेव किल किमपि नूतनं नास्ति. आम् जनि धातु, जनि धातुः द्विवादौ सेट् वधि धातोः सेट् च रूपाणि परिशीलयामि. जनि योगः इति पदम् जन् योगः इ सेट् अस्ति. ओके, जन् योगः इ सूत्रं वदति जनि वदि वद्योश्च इति सूत्रम्. अत्र वृद्धि न उपतायाः वृद्धि न भवति, अतः केवलं अजनि अजनि एव रूपं भगिनि. सत्यम्, अजनि इति रूपं सत्यम्. अजनि अज् अजन् योगः ईषेत् अस्ति, ईशाताम् अजनीषताम् अजनीषत ईषताम् अजनीषत अजनीषत अजि इष्टाः अजिषताम् द्वम् इद्वम् अत्र रूपद्वयमस्ति, अजनि अजनिद्वम् अजनिद्वम् पुनः तदेव तदेव प्रश्नः. तत्र अजन् योगः इद्वम् इनः नकारः इन् वर्णः अस्ति वा? यमङ्गणनम् विभाषेटः अनन्तरम् इतोपि एकं सूत्रमासीत् किल. विभाषेटः वदति इनः परः इट् यदा तत्र तादृशम् अस्ति चेत् रूपद्वयम्. तथा रूपद्वयं भवति तदेव प्रश्नः. नकारः इण् वर्णः अस्ति वा इति, इण् प्रत्याहारे अस्ति वा नकारः? अस्ति भगिनि, लन् पर्यन्तमेव अयुण् ऋळुक् एवोङ् ऐ औ हयवरट् लण्ट् लण्ट् अनन्तरमेव न्यमङ्गणनं. न्यमङ्गणनम् इति अग्रिमसूत्रमेव अग्रिमप्रत्याहार. सो लण् पर्यन्तमेव, अतः तत्र नकारः इन् प्रत्याहारे नास्ति. अवगतं वा भगिनि? एकमेव एकमेव रूपं भवति. तत्र किं कथं द्रष्टव्यम् इत्युक्ते अङ्गम् अजन् इति अङ्गम् इशाताम् इति अस्माकं प्रत्ययः. तत्र नकारः इण् परः इट् इट् अस्ति, इकारः इट् अस्ति, इन् इण् परः इट् अस्ति वा इति द्रष्टव्यं. तत्र नकारः इण् प्रत्याहारे अस्ति वा इति प्रथमं द्रष्टव्यं. तत्र इण् प्रत्याहारे नकारः नास्ति. यद्यपि लण् इति परनकारेण वयं ग्रहणं कुर्मः चेदपि तत्र नकारः इण् प्रत्याहारे नास्ति. अतः तत्र विभाषेटः न भवति, परन्तु इणः शीध्वं लुङ्लिटां द्वो अङ्गात् इत्यनेन एव मूर्धन्य आदेशः रूपम् एकमेव रूपम्. वयं पूर्वं हकारान्तधातु कृते इण् इणः इटः तदेव अस्ति. अस्तु भगिनि, हकारः अण् कृते अस्ति, इणः इट् इणः इन् कृते अस्ति. लण् पर्यन्तम् अस्ति, आम् ल पर्यन्तम् अस्ति, अनन्तरमेव नियमगणनम् आगच्छति किल. वि गाट् यूस् टु देट् भगिनि. अस्तु, धन्यवादः भगिनि. अजनिषि अजनिष्वहि अजनिष्महि, समीचीनं सम्यक्. अतः जनिवद्योश्च इत्यनेन वृद्धिनिषेधः यदा पूर्वम् अशं धातोः दृष्टवन्तः तादृशमेव. सूत्रसङ्ख्या तस्य किं 7334, अत्र 7335 अग्रिमसूत्रमेव निषेधः एव. नो धातु उपदेशस्य मान्तस्य अनाचमेः भगिनि तत्र वदि इति धातु वद् धातोः अथवा वदि इत्यत्र तत्र तत्र इकारः योजितमस्ति वा धातु इक्षिपौ इति वा जनि वदि इति वद् प्रायः इक्षिपौ एव अन्यत्र दृश्यते द्वागमः भवेत् खलु आम् आम् इदितो नुम् धातोः इत्यनेन जनि अपि तत्र तादृश जनि कस्मिन् गणे अस्ति इति नास्ति भगिनि तत्र कुत्रापि नास्ति कुत्रापि नास्ति अहमपि दृष्टवती एकवारं प्रायः तत् वद इति आदेशः भवति वा तत्र एव वा परन्तु तत्र तादृशम् आदेशः भवति चेत् तत्रापि तत्र उपधादीर्घस्य निषेधः भवेत् किल धातु अनेकाच् एकाच् अनेकाच् अनेकाच् किल अष्टाध्यायी मध्ये अपि नास्ति भगिनि तत्र अहम् इदानीम् अष्टाध्यायं मध्ये नास्ति मातुः पुस्तके अपि नास्ति अन्यत्र कुत्रचित् लभ्यते चेत् अन्ये अपि काशिका अस्ति तत्र अवधि अवधकः तत्र सूत्रं तत्र सूत्रे पश्यामः अस्ति भगिनि तत्र वधिः वधिः अयम् अनादेशः अस्ति हनः आदेशः अस्ति तदेव अस्ति तदेव वा न्यास इति न्यास इति उक्तमस्ति वधिर् वधिरयम् अनादेशः अस्ति तस्य इदं ग्रहणम् इति कस्यचित् शङ्कास्य अस्तु शङ्ख्या सात् अस्तु अस्तु अतः तद् नास्ति तद् नास्ति अतः तां निराकर्तुम् आह वदि प्रकृत्यन्तरम् इत्यादि प्रकृत्यन्तरमपि भवन् यद् यकारान्तः स्यात् अनर्थकः प्रतिशत स्यात् ध्रुपद तद् नास्ति वद इति अनादेशस्य तस्य नास्ति इति तत्र दत्तमस्ति तद् निराकर्तुम् आह वदिः प्रकृति अन्तरम् इत्यादि प्रकृति अन्तरम् अपि भवन् यद् यकारान्तः स्यात् अनर्थकः प्रतिषेधः स्यात् सोपदात्वादेव न वृद्धिः भवति इति मत्वा आह व्यञ्जनान्तस्य इति वद् वदि व्यञ्जनान्तम् इत्युक्ते वद् इति भवेत् अतः वदि इति स्वीकृतवन्तः वा ओ अतः एव इकारान्तः योजितवन्तः प्रायः इतः पुनर्विधिः प्रकृति अन्तं कुत्रापि अन्यत्र सरलरीत्या बालमन्त्रं पश्यामः तत्र तथा भवति तद् किञ्चित् सरलरूप्य भवति जनिवद्योश्च अत उपदाय इत्यतः उपदायः इति वृद्धिः इति न उदात्त उपदेशस्य परन्तु तद् धातोः विषये किमपि न उक्तं किल महोदय अन्यत् किमपि नास्ति तत्र किमपि नास्ति धातुविषये नास्ति अत्र एव अस्ति तत्र वद् धातु नास्ति इति हनादेशः नास्ति इति उक्तमस्ति तावत् तावदेव सः तद् वदि इति किमर्थम् ईकारं योजितवन्तः इत्युक्ते किमपि व्यञ्जनान्तस्य इति वृद्धिर्भवति मत्वा आह व्यञ्जनान्त तत्र यस्ति वास्तु अस्ति भगिनि तत्र पठामः अत्र किञ्चित् अस्ति यस्ति वास्तु तत्र वृद्धिः नाट् सब्स्टिट्यूटेड् फार् द वोवेल् आफ् जन् टु प्रोड्यूस् अण्ड् वधे बिफोर् अवर् इस् सैन् चिन् अण्ड् कृत् एफेक्सस् एस् अजनि अण्ड् अवधि वित् चिन् अण्ड् जनकः अण्ड् वदकः इति नोल् प्रजनः वद दिस् रूल् रेफर्स् टु दि सेपरेट् अण्ड् डिस्टिङ्क्ट् रूट् वध दिस् This rules refer to the separate and distinct root vadha and not to the substitute of han. This we see in the line bakshake, bakshakascha, bakshake, kimasi, bakshakescha, bakshake, na vidyate, vadakaha api na vidyate, asas, vadakaha, the form of, the form from han will be ghatakaha, astu. Moreover, the substitute vadha, vadha ends with a. It is of two syllables, badha, and as such also it does not admit vriddhi. The prohibition refers to chin and krit, therefore not here. तत्र कस्मिन् गणे इति न दत्तमस्ति, न दत्तं वध इति एव अस्ति वध वध मोरवर् दि सब्स्टिट्यूट् वध एण्ड्स् विद् अ इति अस्ति. एते तु वध एव खलु. आम्, किमर्थम् इत्युक्ते यदा इकारः इति लोपः भवति चेत् वध् इति भवति किल, वध अ इति एण्ड् अस्ति चेत् वध इत्येव दातुः. यदा वयं कथ तत्र भवति खलु अकारस्य आर्धात्कप्रत्ययः लोपः भवति खलु, अथो लोपः इत्यनेन भवति. अनन्तरं तत्र वयं तत्र एव वयं भवति न भवति एव खलु तत्र. तर्हि अचपरस्मिन् पूर्वविद इत्यनेन तर्हि वध नास्ति वा, तद् वध इति नास्ति वा, वधि इति अस्ति चेदेव यदा तत्र न्यासे उक्तं तद् भवति. न भवति अर्हति खलु, अकारान्तस्य प्रसक्तिः एव नास्ति अत्र. अकारान्तवद्धातोः न भवति सत्यं. वधि इति प्रायः तेन कारणेन एव योजितम्. अर्थः एतदेव अस्ति, वधकः इति तत् वध वधं करोति वधं करोति वधं करोति हा तदेव खलु वधकः. प्रोड्यूस् इति उक्तं द्वदे बिफोर् द एरो सैन् इत्येव उक्तं. वधे इति अर्थः कः? जनी वधि तदेव टु प्रोड्यूस् इति एव वा? न प्रोड्यूस् नास्ति खलु, यः वधं करोति सः एव किल वद. आमां सत्यं, हन् धातोः अपि तदेव अर्थः खलु. आम्, हन् धातोः आं सत्यं, घातकः आं घातकः तद् सत्यं. परन्तु अत्र भक्षकः चेत् न विद्यते, वधकः अपि न विद्यते इत्युक्ते किं? भक्षकः इत्युक्ते यः भक्षणं करोति सः एव किल. भक्षकः चेत् न विद्यते, भक्षकः न विद्य भक्षकः यः खादति सः अपि नास्ति, यः वधं कृतवतः अपि न विद्यते. तावत् प्रायः तत्र एषः एतद् वाक्यं कुत्र अस्ति द्रष्टव्यमस्ति एकनिमिषः. भगिनि, हन् धातोः कृते वद् इति लुङ् इत्यस्य कृते आदेशः सत्यं. सो दट् इस् दट् धातु इस् डिफ्रेण्ट् फ्रम् द अदर् वध. तद् सत्यं, तद् तु भुवादौ पाठात् इति अस्ति. एकनिमिषं, वधिः प्रकृत्यन्तरम् इति प्रकृति अन्तरम् इति अर्थः. वधिः इति प्रायः भवेत् वधहिंसायाम् इति भुवादौ पाठात् वक्षकः च इति चकः चेत् इति योऽपि मांसं क्रीत्वा पक्षयति तस्यापि हिंसा अनुषङ्गः स्थित्येतद् अनेन प्रतिपाद्यते. स्थितिः एतत् अनेन प्रतिपाद्यते. ओहो, यो मांसं क्रीत्वा भक्षयति तस्यापि हिंसा अनुषङ्गः. आम्, सत्यम्. ओ अस्तु, वदः एव खलु, सः एव अर्थः. तदेव मदिः इत्येव प्रायः स्वीकर्तव्यम्. वक्षकः च इति अस्तु. अतः तत्रापि वृद्धिनिषेधः एव भवति किल, जनिवत्योश्च इति सूत्रे. अस्तु, कस्य क्रमः? विजया भगिनी, वधि धातुः, वधिः वधि धातुः. आं महोदय, नमस्कारः. नमस्ते. अत्र वदी धातु रूपमेव भगिनि, वदी धातु अत्र पूर्वं वदि अत्र चिन्वता बहवः किमपि नास्ति, अत्र किमपि नास्ति एव तिष्ठति. वदि इदानीं दीर्घं भवति वा वदी इति? तदेव जनिवद्योश्च इत्यनेन वृद्धिनिषेधः. अतः किमपि कार्यं नास्ति, किञ्चित् मन्दमस्ति भगिनि. एतत् सीमा अस्ति खलु महोदय, अर्थे अवधि इति नास्ति वा? तदपि भिन्नमस्ति, तद् सुबन्तपदं किल, एतत्तु क्रियापदं किल. अवधिः, अवधिः इति तत्र सुबन्तं तत् अवधि अस्मात् धातुतः आगच्छति वा इति प्रायः द्रष्टव्यं, परन्तु अर्थः तु भिन्नः किल. व्याधः मृगम् अवधि इति वक्तुं शक्यते खलु, सीमा इति खलु सुबन्तरूपेण. न न न द्रष्टव्यं भगिनि, द्रष्टव्यं भवती रूपाणि वदतु, अहं कोशे पश्यामि तस्य रूप मूलधातुः कः इति. अवधिशाताम् इति भवति, अवधिष्यत, अनन्तरम् अवधिष्ठाः, अवधिशाताम्. तत्र अत्र इकारः अस्ति, अतः तत्र किम् इदानीम् अत्र डकारः भूत्वा एतत् बृहत् सूत्रमेव कार्यं करोति खलु महोदय, ईषद् सत्यं. तत्र अवधिः इति तत्र अव इति उपसर्गपूर्वक धा इति धातुः, हि इति प्रत्ययः, अतः अवधानं सीमा कालः इति आगच्छति सुबन्तरूपेण. भिन्नमस्ति धा इति धातुः तत्र, अव इति उपसर्गः, कि इति प्रायः तद्धितान्तः भवति, कि कृतम् अव कृदन्त एव खलु तत्र, कृदन्त कृदन्त कि इति अस्ति. अवधि अवधीड्वम् इति भवति, अवधीड्वम्, अनन्तरम् अवधीड्वम् अवधि इति नास्ति खलु, अवधीति खलु भगिनि तत्र, अवध् खलु ह्रस्व अवधिड्वम् अनन्तरम् अवधिषि अवधिष्वम् अवधिष्महि सत्यं. सर्वत्र तत्र वर्णमेलमेव, केवलम् एकवचने जनिवद्योश्च इत्यनेन वृद्धिनिषेधः भवति. समीचीनं वा रूपम्? अत्र किमपि कार्यं प्रथमविभ किमपि कार्यं वर्णमेल सत्यं सत्यम्. समानरीत्या एव अग्रे अपि भवति इति चिन्तयामि, तदपि पश्यामः. महोदय भवान् एव रद् जब् धातु, रद् जब् धातु, रदि जबे रचि इति सप्तमाध्यायस्य प्रथमपादस्य एकषष्ट सूत्रमस्ति. रद् धातोः जम् जब् धातोः च नुमागमः भवति अजादौ प्रत्यये परे, अजादौ प्रत्यये परे. अस्तु, इमौ द्वौ धातु इदितौ न स्तः, अतः इदितो नुम् धातोः इत्यनेन नुमागमः न भवति स्म. तदर्थम् अस्य सूत्रस्य आवश्यकता. रदिश्च झप् च तयोः इतरेतरद्वन्द्वः, रदिजभौ तयोः रदिजभोः, रदिजभोः षष्ट्यन्तम् अचिसप्तम्यन्तं द्विपदमिदं सूत्रम् इदितो नुम् धातोः इति सूत्र इत्यस्मात् नुम् धा नुम् अपि च धातोः इत्यस्य अनुवर्तिः अङ्गस्य अधिकारः अनवृत्तयि सूत्रमस्ति. रदिजभोः धातोः अङ्गस्य नुम् अचिपरे. अत्र रद् रद् अपि जब् धातोः त तत्र नुमागमस्य आवश्यकता अस्ति किमर्थमिति चेत् तत्र उपदेशावस्थायां इवित् नास्ति, अतः एतस्य सूत्रस्य प्रसक्तिः एतत् सूत्रस्य आवश्यकता अस्ति. किमर्थं तत्र तत्र नुमागमः आवश्यकमस्ति? कुत्र भवति चेत् अचि परे एव, अचि अचि परे अस्ति. रद् धातु इडुयोगे अस्ति वा? नेत्यलिटि रदेः इति अग्रिमसूत्रमस्ति. रद् धातोः नुमागमः न भवति इडागमे परे. अस्तु, इडागमे परे लिट् लकारं वर्जयित्वा लिट् वर्जे इति रदेः नुम् न स्यात्. नाव्ययम् इति सप्तम्यन्तम्, अलिटि सप्तम्यन्तं, रदेः पञ्चम्यन्तम्, अनेकपदविधं सूत्रम्. इदितो नुम् धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः, अनुवृत्तिः सूत्रमस्ति. रदेः नुम् न इति अलिटि इति अस्ति. अस्तु, अत्र नुमागमः यत्र नुमागमः भवति तर्हि रद् धातुः इट् इट् योग्य अस्ति अस्ति, अतः. परन्तु नुमागमः न भवति, सोरि, नुमागमः न भवति इडागमे परे. अस्तु, इडागमे परे लब्धातु इडागमः अस्ति खलु, इट् योग्यधातुः अस्ति खलु? आम्, सत्यं. तत्र इडागमे परे नुमागमः न भवति इत्युक्ते कुत्र कुत्र भवति? रदिजपेर् अचि इत्यस्य अस्माकं कार्यं नास्ति अत्र. किमर्थं तत्र इदानीं तु अस्माकं तु नुमागमः भवति एव खलु प्रायः? अजादौ प्रत्यये परे, अजादौ प्रत्यये परे नुमागमः भवति एव, परन्तु इडागमे परे नुमागमस्य निषेधः अस्ति अग्रिमसूत्रेण एव. आं, सत्यम्, अत्र एव. इदानीं तु इडागमः भवति, अतः तत्र इदानीम् इडागमः भवति चेत् तत्र नुमागमः न भवति. धातुः वेट् अस्ति महोदय. वेट् अस्ति वा? ओ, अस्तु, वेट् अस्ति. ओ, अतः एव वयसपि प्रसक्ति अस्ति. आं, सत्यं. यत्र इडागमः भवति तत्र नुमागमः नास्ति, इडागमः न भवति. तत्र अजादिप्रत्यये परि द्रष्टव्यमस्ति, तत्र नुमागमः भवति इति. द्रष्टव्यम् अत्र. अस्तु, तर्हि तत्र एकनिमिषं भगिनि, तत्र कुत्र भवति इति? अत्र ई सातां सता स्थाताम् अत्र. अस्तु, तत्र इडागमः न भवति. अस्तु, सत्यं. तर्हि तत्र प्रथमपुरुषे एकवचने एव तत्र अनिट् पक्षे ई इत्यस्य इडागमः तत्र नास्ति खलु? अत्र इडागमः कुत्र भवति भगिनि तत्र अनिट् पक्षे? आं, वयं साधयामः. भवानेव वदति वा तत्र एकस्मिन् पक्षे वयं प्रयत्नं कुर्मः, अनन्तरम् अवगच्छामः. तत्र इडागमपक्षे वदतु महोदय, तत्र प्रायः इडागमपक्षे. अस्तु, अस्तु, अस्तु, इडागमपक्षे खलु. अस्तु, इदानीं रदि अरद् खलु, अरद् योग इ इति अस्ति. तत्र इरागमः नास्ति खलु तत्र अराधि? अजादिप्रत्ययः वा? अजादिप्रत्ययः अस्ति, अतः तत्र नुमागमः भवति. अजादिप्रत्यय नुमागमः भवति तत्र, सत्यम् अस्ति. अतः रद् अरन्धि इति भवति, अरन्धि इति. तत्र चिन् एव अस्ति किल, इ इति चिन् अस्ति किल, अजादिः अस्ति. इडागमस्य इकारः नास्ति, अतः अरन्धि. साधु एव, आम्, इदानीम् इशाताम् अरन्धियोग इशाताम् अत्र तत्र तत्र नेत्यलिटि रदेः इत्यनेन तत् यद्यपि तत्र अजादिप्रत्ययः अस्ति, रदिजबेरचित्यस्य प्रसक्तिः अस्ति, मत प्राप्तिः न भवति. निषेधसूत्रमस्ति नेचलिटि रदेः इत्यनेन तत्र न भवति, अतः अरद् युगैशाताम् अरिदश अरदिशाताम् अरदिशत अरदिष्टा एकनिमिष तत्र तत्र चिन्तनम् एकवारम् अरद् अरद् एकनिमिष अरद् अरद् युग इष्टाः किमस्ति अत्र एकनिमिष किमपि अस्ति वा अरद् योग इष्टाः अरदिष्टा एकनिमिष किमपि नास्ति तत्र नास्ति खलु नास्ति किमपि नास्ति अरदिष्टाः कुत्रापि नास्ति अरदिशाताम् अरदिध्वम् अत्र तत्र एक एव रूपम् अरदिध्वम् एव अरदिश अरदिशि अरदिष्वहि अरदिष्महि इति रूपं सम्यक् तावदेव इति इडागमपक्षे अपक्षे किं वद किं भवति इति वदतु महोदय वेट् दातुः किल एकनिमिषः भगिनि पुनः रनाल् इति रदेजपि रचि इति अस्ति इडागम अस्तु वेट् अपक्षे एकनिमिषः अस्तु अपक्षे अरद् योग इ इति अस्ति तत्र नुम्बागमः भवति अरन्धि इत्येव भवति अरध् एकनिमिष अरध् योग साताम् अरध्योग अरध्योग सात् एकनिमिष इडागम वेट् अस्ति खलु अरध् अरध्योग साताम् किमस्ति अत्र अरध्योग साताम् तत्र इडागमः नास्ति खलु इडागमः नास्ति अजादि अपि नास्ति अतः तत्र रदिजबे रचि इत्यस्य प्रसक्तिः नास्ति अतः अरद्योगसातां तत्र अरत्साताम् इति भवति खलु किमपि नास्ति करिच एव खलु अरत्सातां अरत्सत अरत्सत अरत्स्थाः अरत्स्थाः तत्र चिन्तनम् आवश्यकं किल अरद्योगः स्ताः स्ताः अरद्योग स्ताः अरद्योगस्ताः तत्र किमस्ति एकनिमिष अरद्योगस्ताः अरद्योगस्ताः एकनिमिष किमस्ति अत्र अरद्ध धकार सकारः किमस्ति कः सूत्र किं सूत्रं एकनिमिष तत्र जश्वर्णपरः जश्वर्णे परे तकारतकारः अस्ति एकनिमिषः तत् न भवति खलु सकारः अस्ति खलु तस्मात् जल् उत्तरस्य सकारस्य लोपः प्रथमम् अनन्तरमेव जश् उत्तरस्य तकारतकारः एकनिमिषः अरद् एक अरद् अरद् योगस्ताः इति अस्ति तत्र किं किमस्ति जलोजलि वा आम् जल् उत्तरस्य सकारस्य लोपः जलोजलि इत्यनेन जलोजलि इत्यनेन सकारस्य लोपः भवति अरद्योगताः इति अस्ति अरद्योग इदानीम् इदानीं जसत्ततोदोदः इत्यनेन खलु जश अस्ति अरद् अरद्योगदाः अनन्तरम् अरद्दाः इति भवति तत्र तकारः तत्र किमपि जलोजलि इत्यनेन किं लोपः भवति भगिनि सकारलोपः खलु तिचः लोपः सत्यं तिचः सकारस्य जल् उत्तरस्य सकारस्य लोपः जलि परे जरोजरि सवर्णे भवान् वदति महोदय जरोजरि सवर्णे इति तद् विकल्पेन भवति किल जरोजरि सवर्णे सकारलोपः इति ह्रस्वादङ्गात् ह्रस्वादङ्गात् हा ह्रस्वादङ्गात् एकमस्ति जलोजलि जलोजलि खलु जलोजलि अन्तेन सत्यं सत्यं अत्र जलोजलि एव ह्रस्व अङ्गमेव नास्ति किल अरोत् अरब् इति अस्ति अतः जलोजलि एव जल् उत्तरस्य सकारलोपः भवति प्रथमम् अनन्तरं जषस्ततोर्धोर्धः इत्यस्य प्रसक्तिः इतोपि एकं सूत्रमस्ति महोदय अरद्योग साताम् अरत्साताम् इति अत्र चत्वम् एव अरद्योगध्वम् अरध्योगध्वम् इति खलु अरद्योगध्वं तत्रापि जस्त्वं भवति अरध्वम् इति अरध्वम् अरसि अरस्वहि अरस्महि इति तत्र दत्त्वं न भवति तावदेव बहुवचने दत्त्वं न भवति तत्र प्रसक्तिः एव नास्ति विभाषेटः वा इणः शिद्वं वा किमपि अरद्योगः द्वम् अरद्ध्वं केवलं जष्ट्वमेव बहु कष्टेन तत्र रूपं साधितवान् परन्तु तत्र अर्थः कः इति न जानामि अरद् हिंसायाम् इति वा अस्तु तदेव अहं रध्यति रूपाणि अरत् तथा वयं रूपाणि न वयं रूपाणि इत्युक्ते अरधि स्महि नाट् यू भगिनि वयं सर्वे एव अस्तु भगिनी भवती एव तत्र अग्रिमदातुः जब् जब् इति धातुः जब् सो दिस् इस् आल्सो वेट् धातु भगिनि जब् इति सेट् सेट् एव ओके सेट् इति कृते ईशतांशत ओके रदिजबो रचि इत्यनेन रदिजबो धातोः अङ्गस्य नुम् अचि परे अत्र चिन् चिन् इत्येन अनेन एव ई भवति इडागमः नास्ति तत्कारणेन अचि इति देन् रदे दट् इस् ओन्ली रदेः न सम्यगेव क्षम्यतां तत्र यदा अहम् उक्तवती वयम् इति न वक्तव्यम् आसीत् किल कर्मणि अस्माभिः तदेव अहं किमपि दोषः किल कर्मण्यां वयं कर्मणि इत्यत्र स्मः किल अस्माभिः रूपाणि लुम्लकारस्य रूपाणि अरस्ति अरत्सत अस्माभिः रूपाणि अरत्सत इति भवति किल रूपाणि इत्येव कर्म कर्मानुसृत्य अरत्सत पुनः पुनः तद् सम्यक् न चिन्तनं अरत्सत अरत्सत एव आम् अरत्सत अस्माभिः अरत्सत क्षम्यताम् अस्माभिः तत्र रद् धातुः आं तद् सम्यक् सकर्मकः एव वा इति द्रष्टव्यं किल सकर्मकः एव भवेत् टु किल् टु किल् इति हा क्षम्यतां भगिनि यदा चिन्तनम् आगतम् उक्तवती क्षम्यताम् आं वदतु जब् धातुः सेट् भवति प्रथमपुरुष एकवचनं इकारः भवति अत्र ई इति छिण् इत्यनेन रदिजबो धातोः अङ्गस्य नुम् अचि इति इडागमः नास्ति अचि अस्ति इत्यनेन नुम् आगमः भवति भवति चेत् जबो इति जम्बो जम्ब् इति अस्ति जम्बि अजम्बि इति अस्ति सर्वम् अनुस्वारः परसवर्णः सर्वं सामान्य वाट् इस् दिस् भगिनि अनुस्वारः परसवर्ण नश्च पदान्तस्य जलि इत्यनेन अन्दन् अस्तु भगिनि दिस् इस् सेट् सेट् आर् अन् इट् सेट् एव सेट् देन् अजम्ब् देन् इशाताम् अपि अचि एव सो अजम्ब् अजन्ब् नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः सो अजम्बिटि हृदेः एव खलु तत्र नास्ति वा नट्यलिटि नो दट् इस् ओन्ली फार् सो अजम्बिषाताम् अजम्बिषाताम् अजम्बिषत देन् अजम्ब जम्ब अजम्बिष्टाः वा बिष्टा सकारः अजम्बकारः अजम्ब इष्टाः इष्टाः इष्टाः इति कृते जलो जलि अस्ति वा जलो झल् झल् झम्ब् इति झल् जलीपरः अस्ति वा सस्य सस्य अस्ति इत्येव उक्तवती किल ओ इष्टाः या या या ओ फ रद् फर् रद् विडिड् ओ दट् इस् वेट् अपक्षे विडिड् सो स्थाः एव इट् वास् देर् ओके अत्र इष्टाः इति भवति सो जलो जलि इत्यस्य प्रसक्तिः नास्ति अजम्बिष्टाः एव अजम्बिष्टाः अजम्बिषाथाम् अजम्बिद्वम् अत्र मूर्धन्य आदेशः भवति वा इद्वम् इणः लुङ्लिटां धो अङ्गात् इणः शीद्वं लुङ्लिटां धो अङ्गात् इणः इद्वम् इद्वम् एव अस्ति भगिनि ओके देन् अजम्बिद्वम् अजम्बिषि अजम्बिष्महि अजम्बिष्महि ओ इट् बिकेम् ईसि ओके तावदेव तत्र प्रथमपुरुष एकवचने एव रदि जबो रचि सर्वत्र तत्र नुमागमः भवति एव भवति नुमागमः भवति कार्यम् एव नास्ति जलो जलि जशस् अत्र वयं सम्यक् रीत्या साधितवन्तः जब् इत्यस्य अर्थः कः अस्माभिः रूपाणि श्रुत्वा अजम्बि गात्रविना ओ यान् गेप् इति अर्थः रूपाणि श्रुत्वा अजम्बि इत्येव तत्र अकर्मकः अस्ति अतः प्रथम एकवचनमेव भवति ओ अकर्मकः अस्ति सत्यम् आम् तत्र चुरादिगणे जम्ब् इति एकः धातुः अस्ति यत् इदित् अस्ति चुरादिगणे जम्ब् जबि नाशने तत्र टु किल् टु डेस्ट्राय् इति अर्थे अस्ति जम्ब् जम्ब् आम् सत्यं तत् तत् चुरादिगणे अस्ति जम्बि चुरादिगणे जम्बयति जम्बयति एतत्तु भुवादिगणीयधातुः सः भुवादिगणीयधातुः सम्यक् इतोपि एकं साधयामः अरुणा भगिनी रब् धातु लब् धातुः विभाषा चिह्नं तस्मात् तस्मात् पूर्वं रभेर् शब् लिटोः रब् धातु ओके रब् धातु सम्यक् अशब्लितोः रब् धातोः अनुमागमो भवति अजादौ प्रत्यपरे किन्तु शपि लिटि च न भवति ओके शप् च लिटि च शब्लितौ न शब्लितौ अशब्लितौ नञ् तत्पुरुषः तयोः अशब्लिष्टोः द्रभेः षष्ट्यन्त्यम् अशब्लिष्टोः सप्तम्यन्त्यं द्विपदं सूत्रम् इदि तु नुं धातोः इत्यस्मात् नुं धातोः इत्यस्मिन्योः अनुवृत्तिः रदिजबोरचि अचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितं द्रभेः धातोः अङ्गस्य नुम् अचि अशब्लिधोः ओके सूत्रमस्ति रब् धातु नुमागमः भवति अजादिप्रत्ययपरे परन्तु निषेध निषेध अस्ति किन्तु षप् प्रत्यय आर् लिट्टि लकारे न भवति लिट् लकारे न भवति समीचीनं रदि जबोरचि इति 61 अस्ति रवेशब्लितोः इति 63 अस्ति, मध्ये किमस्ति 62 अस्माकं नेट्यलिटि रदेः इति अस्ति, नुम् न इति लिटि, किमर्थम् अत्र न योजितवान्? रद् धातु जब् धातु नुमागमः भवति अजादिप्रत्यये परे केवलं, रद् धातोः नुमागमः न भवति इडागमे परे लिट्लकारं वर्जयित्वा, अत्र किं वदति रब् धातोः नुमागमः भवति अजादौ प्रत्यये परे यदा तत्र पूर्वं, किन्तु शपि लिटि न भवति, पूर्वं लिटि एव न भवति इति उक्तवान्, इदानीं शपि अपि न भवति, अतः एव पृथक्तया सूत्रं रभेर्षब् लितोः इति सूत्रम्. तत्र सूत्रत्रयं सूत्रत्रयम् अस्ति, पूर्वं सूत्रम् अस्ति रदि जबो रचि, अजादिप्रत्यये परे रद् जब् धातोः नुमागमः भवति, तस्य एव तत्र निषेधः नेड्यलिति रदेः इति, रद् धातोः नुमागमः न भवति इडागमे परे लिट्लकारं वर्जयित्वा, अस्तु. अनन्तरम् अग्रिमसूत्रमेव अस्ति रभेर् शब् शब् लितोः इति, तत्र रब् धातुः नुमागमः भवति अजादिप्रत्यये परे यदा रद् धातुः, परन्तु किन्तु शपि लिटि न भवति. किमर्थं पृथक्तया सूत्रं निर्माणं कृतवान् इत्यस्य चिन्तनं तत्र एव प्रायः योजयितुं शक्यते किल, अत्रापि नुमागमः एव भवति, अजादिप्रत्यये एव भवति, लिटि न भवति, परन्तु अत्र शपि अपि योजितवान्, पूर्वस्मिन् सूत्रद्वये शपि इति न आसीत्. ओके ओके, रब् धातु अरब् अरब् योगः वानिट् अस्ति रब् धातु, ओके, अरब् योगः इ चिन् चिन्वत् चिन्वत् अस्ति, अल् अजादिप्रत्ययः नुमागमः भवति, अरम्ब् ई अरम् अनुस्वरस्य नश्च पदान्तश्च जलि इति सूत्रेण अनुस्वरः भवति, तदनन्तरम् अनुस्वरस्य ई पदसवर्ण इति सूत्रेण मकारः आगच्छति, अरम्बि इति रूपम् अरम्ब् अरब् युगः ईषत् अनिट् अस्ति तो ईषतां सातामेव अत्र सकारलोपो भवति भगिनि न तद् किमपि न, तत्र केवलं सन्धिकार्यमेव, अकारः अस्ति परे कर् कर् वर्णः अस्ति अतः अल्पप्राण भवति अजब् तावदेव अजप्सताम् अरप्साताम् अजब् अजप्सताम् अजब् अजब् अजब् सता किं महोदय प्रथमा तत्र भकारः सत्यं तृतीयवर्णस्य स्थाने प्रथमवर्णः आगच्छति प्रथमवर्ण आदेशः अरप्सत अरप्सत ओ अरप्सत अजब् योगः सा तथाः अत्रापि केवलं पूर्वम् एव अजप्सथाः तत्र एव अस्माकं कार्यं यदा तत्र पूर्वं महोदयेन कृतम् अत्रापि अरब् योगः साः इति अस्ति जल् जल् उत्तरस्य किल जल् उत्तरस्य सकारस्य लोपः भवति जलि परे जलो जलि जलो जलि अतः सकारलोपः पुनः वदतु जल् उत्तरस्य जल् उत्तरस्य सकारलोपः भवति जलि परे अतः अरब् योगः स्थाः जल् बकारः जल् जल् उत्तरस्य सकारः लोपः सकारः इति अस्ति जल् परे एव अस्ति किल अतः सकारलोपः भवति अरब् योगः स्थाः इति भवति इदानीं तत्र जषन्तः अस्ति आं भगिनि जश् जश् आम् सकारः लोपः भूत् अरब्धः इदानीं जश् उत्तरस्य तकार तकारयोः स्थाने भकारादेशः भवति जशस्ततोर्धोर्धः अतः तत्र ध भवति अरब् आम् वदतु भगिनि जश्तोर्धोर्धः जश् उत्तरस्य तकारय अरब्धाः इति भवति चतुर्थवर्णः अरब्धाः ओके अरब्धाः इदानीं पुनः तत्र बकारः दकारः अस्ति अतः जष्त्वम् अरब्धाः कार्यत्रयमस्ति तत्र अरब्योगः स्थाः जलो जलि जल् उत्तरस्य सकारलोपः भवति जलि परे अरब् स्थाः जषस्ततोर्धोर्धः जषन्तः अस्ति इदानीं धातुः जष् उत्तरस्य तकार तकारयोः स्थाने धकारः चतुर्थवर्णः आदेशः अरब् स्थाः इदानीं जष्त्वम् अरब् बकारस्य स्थाने महाप्राणे बकारस्य स्थाने अल्पप्राणः जष्त्वम् अरब्धाः इति भवति अवगतं किल अरब् योगः स्वाप्ताम् अत्रापि सकारलोपः भवति न न अत्र न भवति जल् वर्णः भगिनि साथाम् इति तत्र जल् उत्तरस्य सकारलोपः भवति जलि परे साताम् इत्यत्र सकार अकारः अस्ति किल जल् नास्ति अतः न भवति जलि परे सकारलोपः कदा भवति इति अपि द्रष्टव्यं किल जलि परे जल् परः परत्वं नास्ति किल अकारः अस्ति सत्यं सम्यक् तत्र किमपि नास्ति केवलं जष्ट्वमेव इडागमः अस्ति चेदेव तद् सूत्रद्वयस्य चिन्तनं यत्र इडागमः नास्ति तत्र केवलं सन्धिसूत्राणि एव महोदय अत्र सि स्थाने किमपि कार्यं नास्ति एव खलु किमपि कार्यं नास्ति तावदेव किमपि कार्यं नास्ति केवलं वर्णमेलनं समीचीनम् इति तत्र टु बि हेपि अत्र अतः अस्माभिः आरम्भी रूपं साधयित्वा आं सत्यं सत्यं लभते जम्ब् इति धातुः अस्ति झृम्ब् इति तत्र यानिङ्ग् इत्यर्थे तत्र बहुत्र अहं दृष्टवान् झृम्ब् तद् तस्मिन् अर्थे एव अस्ति तद् अपि जम्बते झृम्बते अपि द्वयमपि अस्ति तत्र झृभि झृभि इति अस्ति अतः झृम्बते इति भवति अत्र रदिजपे रचि इत्यनेन जम्बते इति भवति, अत्र भुवादिगणे अस्ति, अतः तत्रापि नुमागं भवति शप् प्रत्यय झृम्ब इति मेजिक् झृम्बते इति द्वयमपि झृम्बते इति यानिङ्ग् इति अर्थे अपि भवति भगिनि झृम्बते ब्रह्मा ब्रह्मणः विषये तद् आगच्छति किल दक्षिणामूर्तिसूत्रम् झृम्बते इत्यस्य श्रुतवान् श्रुतवान् इति तत्र दृष्टवान् कदा अस्ति वा इति एकमेव साधयित्वा समापयामः. विजया भगिनी लब् दातु विभाषाचिह्नं लोहो इति 61 वा अत्र 63 69 अस्तु चिह्नमुलोः लब् धातोः विकल्पेन नुमागमः भवति चिनि नमुलि च चिन् च नमुल् च तयोः इतरेतरद्वन्द्वः चिह्नमुलौ तयोः चिह्नमुलोः विभाषा प्रथमान्तं चिह्नमुलौ सप्तम्यन्तं द्विपदमिदं सूत्रं लभे च इत्यस्मात् लभेः इत्यस्य अनुवृत्तिः इदितो नुम् धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लभेः अङ्गस्य नुम् विभाषा चिह्नमुलोः अत्र लब् धातोः विकल्पेन भवति एकस्मिन् पक्षे नुम् आगमः भवति अनन्तरम् अन्यस्मिन् पक्षे नुम् आगमः न भवति अत्रापि तत्र निमित्तमस्ति चिनि नमुलि इति अस्ति चेदेव कार्यं भवति. रूपं वदतु भगिनि रूपम् इदानीं अस्तु लब् इति अस्ति अत्र ई अस्ति अलब् अलब् योगः कुत्र भवति अत्र सर्वत्र इडाहम चिन्तनम् अस्ति एव खलु महोदय अत्र विभाषाचिह्नं लोः इत्यनेन नुमागमः इडागमः न अनिट् धातुः अस्ति नुमागमः भवति आं नुमागमः भवति इदानीं तत्र लब् अस्ति नुमागमः भवति एकस्मिन् पक्षे अस्ति चेत् अत्र नच्चपदान्तस्य जलि इत्यनेन अनुस्वारः प्रथमं भवति अनन्तरं बकारस्य अन्तिमवर्णः मकारः भवति अनुस्वारस्य यैपरसवर्णः इत्यनेन अतः अलम्बि इति भवति वर्णमेलनेन अनन्तरम् अलम्बि इति भवति ईशाताम् इति भवति अलम्बीशाता आम् आम् इडागमस्य चिन्तनं नास्ति सातमेव किमर्थं भगिनी अत्र अनिट् कुत्र अस्ति अनिट् इति तत्रैव दुलभश् धातोः दुलभश् धातोः भुवादौ अस्तु अनिट् रूपाणि परिशीलनीयानि अस्तु अत्र इदानीं प्रथमम् आ ल इं बि अलम्बि इति भवति अनन्तरम् अलम्बि सा अलम्बि साताम् इति भवति अलम्बिशत अलम्बिश तत्र एकनिमिषं भगिनि भगिनि एकनिमिषं तत्र लब् धातोः विकल्पेन नुमागमः चिणि नमुलि एव किल इदानीं तद् तु अनिट् धातुः अस्ति प्रथमम् इकारस्य स्थाने एव तत्र चिण् यदा अस्ति तदा एव तत्र नुमागमः भवति अवगतम् द्विवचने तु साताम् इति सिच् प्रत्ययः तत्र चिन्नपि नास्ति नमुल् अपि नास्ति अतः तत्र नुमागमः न भवति अवगतं वा तत्र लब् अतः तत्र न भवति प्रत्ययमस्ति अनन्तरं तत्र निमित्तमपि नास्ति एव चिन्नपि नास्ति नमुल् अपि नास्ति अतः नुमागमस्य विषयस्य चिन्तनमपि नास्ति सम्यक् केवलं सन्धिकार्यम् आम् केवलं सन्धिकार्यम् इदानीं अनन्तरं साताम् इति अस्ति अलब् अत्र वर्णमेलनं सकारः इति सकारः इति खर् अस्ति किल, अतः बकारस्य स्थाने प्रथमवर्णः भवति तावदेव. अलप् साताम् इति भवति, अलप् साताम् अलप् सत अलप् अलप् सत भवति. अनन्तरं तत्र इडागमस्य न किमस्ति अत्र आदेशप्रत्ययोः इति चिन्तनं नास्ति एव खलु महोदय. अतः तत्र अलयिप् अलप्स् अलप्स्ताः इति भवति. तद् यदा इदानीम् अरुणा भगिन्या उक्तं समानरीत्या सर्वाणि सूत्राणि अत्रापि जल् उत्तरस्य सकारस्य जलिपरे लोपः तद् प्रथमं करोतु, सकारलोपः करोतु प्रथमम्. अलभ्योगः एकनिमिषं अत्र जल् उत्तरस्य जल् जल् जलो जलि इत्यनेन सकारस्य लोपः भवति, अतः तत्र ल इप् अलप्ताम् इति भवति वा महोदय? अलप्ताः प्रथमं प्रथमसोपाने, द्वितीयसोपाने तत्र जशस्ततोर्दोर्धः किल जशन्तः जातः, तस्मात् परः छकारः तस्य स्थाने जशस्ततोर्धोर्धः चतुर्थवर्णः भवति अलप्दाः इति भवति अलप्दाः. इदानीम् अनन्तरं तत्र जस्त्वं भूत्वा अलप्दाः इति भवति रूपं त्रीणि भवति तावदेव. अनन्तरम् अलप्दाः इदानीं अलप् अल एतत् अलप् अभवत् तत्र किमपि कार्यं नास्ति भगिनि, केवलं सन्धिकार्यम्. अलब्ध्वम् इति भवति वा? अलब्ध्वं सम्यक् एव. यदा इडागमः अस्ति तदा एव चिन्तनम्, इडागमः नास्ति चेत् केवलं सन्धिकार्यमेव. अलब्ध्वम् इति भवति. अनन्तरम् अलप्सि अलप्स्मखि अलप्स्मखि इति रूपं भवति अत्र प्रथम सर्वत्र अत्र पकारः भवति करीच इत्यनेन. तावदेव खलु महोदय? अस्माभिः रूपाणि अलप्स्महि, सर्वाणि रूपाणि सम्यक्तया अलप्स्महि इति चिन्तयामि. अत्र अग्रिमम् अस्ति निजन्तः मित् दातवः इति, तत्र अस्माकं पूर्वतनवर्गे यद् महोदयेन स्वीकृतं तत्र बहु किमपि चिन्तनम् अस्ति, तद् प्रायः समयः अस्ति चेत् किञ्चित् शृण्वन्तु, अनन्तरम् अस्माकमपि संशयाः आगच्छन्ति. चिन्नमिलो दुर्गो अन्यतरस्याम् असिद्धव तत्र बा कस्य कार्यं भवति, अथ उपादायः नेरनिटि तत्र बहुत्र तत्र बाध्यबाधकभावचिन्तनं बहु किमपि अस्ति. तत्र मार्गत्रयं स्वीकृतवन्तः, सर्वमपि सम्यक् इति वदन्ति, परन्तु भवन्तः अपि किञ्चित् चिन्तनं कुर्वन्तु. प्रत्ययलोपे प्रत्ययलक्षणम् असिद्धव तत्राभात्, अनन्तरं तद् अचः परस्मिन् पूर्वविधौ, तत्र त्रयमपि उपयुज्य रूपं साधयितुं शक्नुमः इति तत्र चिन्तनमस्ति. प्रायः वर्गत्रयं स्वीकृतवन्तः केवलं शं धातोः विषये, यद् समयः अस्ति चेत् किञ्चित् शृण्वन्तु. अस्तु वा, अद्य समापयामः वा? धन्यवादः. धन्यवादः भगिनी.